तनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै वहैः ॐ शान्ति शान्ति शान्तिः येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः श्रीगुरुभ्यो नमः. नमस्कारः महोदये. नमस्कारः. अग्रिमश्लोकमपि अस्ति. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीसूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सुप्रभातं, स्वागतं सर्वेषां कृते. धन्यवादः विद्यामहोदय. ओके, इदानीं अद्यतनकरपत्रं किम्? अद्य करपत्रं करणीयं किम्? ओके, स्मारयतु. कः वा का करिष्यति तत्तु पश्यामि. हा, एकनिमिषं. माहेश्वरसूत्राणां के एतत्तु वयं समापितवन्तः. ओके, इदानीं लेट्स् सी व्हम डू आई गेट. अनिल् भागीरथी चन्द्रशेखर अस्ति वा? भागीरथी चन्द्रशेखर. अस्मि भगिनी. भवती गतकक्षायाम् आसीत्? आसीत् भगिनी. अच्छा, स्मरति वा वयं किं कृतवन्तः इति? दर्शयामि वा? दर्शयतु भगिनी, दर्शयतु. एतत् सर्वं गणनिर्माणं कृतवन्तः. अभ्यासं कृतवन्तः भगिनी. अभ्यासं कृत ओहो गण गणाभ्यासं कृतवन्तः. अनन्तरं पाठं किमपि कृतवन्तः? हलन्त हलन्तशब्द किं निर्माणं शार्ट्कट् फार्मुला. शार्ट्कट् फार्मुला एतदस्ति. शार्ट्कट् फार्मुला. ओके, एतस्य कम्पेरिसन् कर्तव्यम्. ओके, भागीरथी महोदय, भगिनि, भवत्याः अभिप्रायः किम्? अद्यापि वयम् अभ्यासेन आरम्भं कुर्मः वा नूतनविषयं पठामः? भगिनि, अहं बहु वर्गात् अनन्तरम् एव योजितवती, अतः अहं गृहे किञ्चित् पठामि. किञ्चित् समयः ददातु भगिनि, अनन्तरं अहम् उत्तरं ददामि भगिनि. किञ्चित् समयः ददातु कृपया, प्लीस्. हा, नो प्राब्लम्. अहं पठितुं शक्नोमि. गतपाठस्य उत्तरम् अहं दातुं न शक्नोमि भगिनि. अहं सम्यक् मया पठनीयमेव भगिनि. ओहो, पुनः पठनीयं? प्रतिदिनं बहुवार अनन्तरम् एव अहं योजितवती. गतवर्गपाठान् अहं गृहे किञ्चित् प्रतिदिनं पाठयामि भगिनि, ऐ मीन् पठामि भगिनि. अतः समयं ददातु, कम्प्लीट् कृत्वा अहम् अनन्तरं भागं स्वीकुर्वन्ति. पठितुम् अहं शक्नोमि. ओके, चलति. हा, समस्या नास्ति. इदानीं कुत्र अस्ति? जया. अस्मि. ओके, पाणिनी हलन्तशब्द टेबल् विभक्ति टेबल् एण्ड् हौ द डेरिवेशन् अण्ड् न इदानीं मम प्रश्नः किञ्चित् विरलः अस्ति. गत अवसरे वयं किं धातुगणाभ्यासः कृतवन्तः. अनन्तरं यानसन्धि अर्धघण्टा अथवा 45 मिनिट्स् पर्यन्तं वयं तत् कृतवन्तः. तदनन्तरं नूतनपाठस्य विषये चर्चां कृतवन्तः. अद्य अपि तदेव करणीयं वा अद्य नूतनपाठस्य आरम्भं कृत्वा अनन्तरम् अन्तिमभागे अभ्यासं कुर्मः? वदतु भवत्याः अभिप्रायः. मम अभिप्रायः नूतनपाठं नूतनपाठं पाठयतु भगिनी प्रथमम् अनन्तरम् अभ्यासं कुर्मः. भवती तु एवं वदति, अन्ये जनाः सन्ति ये कष्टम् अनुभूतवन्तः. जया वदतु, पूर्णिमा वदतु. किञ्चित् अभ्यास अपि आवश्यकम् अस्ति महोदय. अनन्तरं नूतनपाठं पाठयतु. ओके पूर्णिमा. श्रीधर् महोदय नूतनपाठ प्रथमं तदनन्तरम् अभ्यासः. चम्पा भवती किं वदति? आं भगिनि, वयं सुबन्त मध्ये स औ अस् अम् औ अस् सर्वं दृष्टवन्तः, परन्तु अस्माकं धातुगणाभ्यासः समाप्तं न. भवती एव निश्चयं करोतु भगिनि. पृच्छनीयं भगिनि, मा पृच्छतु भगिनि. अच्छा ओके. पूर्णिमा कुत्र अस्ति? पूर्णिमा प्रतिभा ओ अनन्तरं पश्यामः. अतः जया भवती समयं वदतु. सपादसप्तवादनानन्तरं कदाचित् सार्ध सप्तवादने आरम्भं कुर्मः धातुगण अभ्यासविषयं. तावत्पर्यन्तं नूतनं नूतनविषयं पठामः. ओके ओके इदानीं किम् अहं दर्शयितुमिच्छामि. अरे रे वेर् इस् दिस्? एतत् अस्ति. And what else? Okay. Okay. कः वाक्यं पठति इदानीं? Let's see. चन्द्रमती अस्ति? अस्तु अस्ति भगिनि, अस्मि. अस्ति ओके. इदानीं भवान् शब्दः एव स्वीकरोतु. अत्र सर्वं दत्तमस्ति, अतः चिन्ता नास्ति. केवलं पठतु विभक्तिरूपाणि प्रथमाद्वितीया. भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भ्यः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु. कुत्र कुत्र समानम् अस्ति? कुत्र सुहृदः सुहृदः सुहृत् शब्दं भवत् शब्दस्य एव अत्रैव पश्यतु, अन्यत्र मा पश्यतु. तत्र किमपि न पश्यामि भगिनि, प्रदर्शयति वा किम्? अहं पश्यामि. अहं शेर् स्क्रीन् न कृतवती वा? न. ओके करोमि. अरे वस्तुतः न भवती एवमेव कृतवती. धन्यवादः. इदानीं दृश्यते सम्यक्तया? इदानीम् अत्र अस्ति. इदानीं यत्किमपि भवान् शब्दस्य विषये अस्ति सम्यक्तया पश्यतु कुत्र कुत्र समानम् अस्ति. द्वितीय बहुवचनं षष्ठी पञ्चमी एकवचनं अपि समानं द्वितीया बहुवचनं भवतः षष्ठी सप्तमी एकवचनं भवतः अतः अस्माकं सप्तमी नास्ति पञ्चमी षष्ठी महोदय पुनः वदतु महोदय षष्ठी सप्तमी नास्ति पञ्चमी न षष्ठी पञ्चमी एवम् अहम् उक्तवती षष्ठी पञ्चमी तादृशमेव अहम् ओके चिन्ता मास्तु हा ओके अतः किं द्वितीया बहुवचनं पञ्चमी षष्ठी एकवचनं रूपं समानम् अस्ति ओके तदनन्तरं महोदय क्षम्यतां महोदय एकवचन नास्ति मत की जो है प्रथमा नास्ति द्वितीय अस्ति न भवता वदतु एकवचने प्रथमा नास्ति भवता द्वितीया अस्ति भवता द्वितीया पञ्चमी षष्ठी समान रूपम् अस्ति तदेव उक्तं न द्वितीया बहुवचनम् अनन्तरं प्रथमा क्षम्यतां पञ्चमी षष्ठी एकवचनरूपम् एतत् सर्वं किं समानम् अस्ति एकवचनरूपं वि नास्ति महोदय बहुवचनम् अस्ति तु युवल्तु सर् महोदय पञ्चमी एकवचनमेव षष्ठी एकवचनमेव नै द्वितीय बहुवचने अस्ति पञ्चमी षष्ठी एकवचने महोदय इस् टेलिङ्ग् देट् ओन्लि नो न जानामि सः किं शृणोति अनन्तरं चन्द्रमती पुनः अन्य कुत्र समानमस्ति भवत् बहुवचनं चतुर्थी पञ्चमी षष्ठी बहुवचनं चतुर्थः चतुर्थी पञ्चमी भवद्भ्यः तृतीया चतुर्थी षष्ठ पञ्चमी द्विवचनं समानमस्ति भवद्भ्यां अनन्तरं भवतोः षष्ठी सप्तमी द्विवचनं भवतोः समानमस्ति इतोपि एकमस्ति न भवन्तौ भवन्तौ प्रथमा द्वितीया द्वियोजनं भवन्तौ समानमस्ति अतः वयं किं शक्नुमः द्वितीयविभक्ति 2-3-2 इति आगच्छति किमस्ति प्रथमा द्वितीया समानं तृतीया चतुर्थी पञ्चमी समानं तदनन्तरं षष्ठी सप्तमी समानम् ओके इदानीम् ओके इदानीं का जया अस्मि भगिनि हा इदानीं भवती किं करिष्यति अत्र अस्माकं हस्ते अन्ताः सन्ति हा पश्यतु अम् औ अस् आभ्यां भिस् एतस्य वयं पुनः परिवर्तनं कृतवन्तः ओके कम्पेर् करोतु समानम् आगच्छति वा न ओके इदानीं भवान् भवन्तौ भवन्तः अन्तिम शब्दं किम् अस्ति भवान् निष्कासयतु भवन्तौ तत्र किम् आगच्छति औ औ भवन्तः अह अह ओके इदानीम् अत्र मेच् भवति औ अह औ मेच् भवति अनन्तरं द्वितीयविभक्तिपरिशीलनं करोतु अं भवन्तम् अम् अतः अम् अनन्तरम् औ अह अह अत्र पश्यतु अम् औ अह अस्ति वा न मेच् अभवत् अस्ति न ओके अनन्तरं तृतीयाविभक्तिपरिशीलनं करोतु भवता आ आ भ्यां भवद्भ्याम् अभ्यां भवद्भिः अत्रापि आभ्यां भिः म्याच् भवति न आम् आम् अनन्तरं भवते ए भ्यां भवद्भ्यां भवद्भ्यः भ्यः भवतः अह भवद्भ्यां भ्यां भवद्भ्यः भ्यः भवतः भवतोः ओः भवताम् आम् आम् अह ओः आम् ओके अनन्तरम् अन्तिमं भवति भवतोः ओः भवत्सु ओषु ओके अतः भवान् शब्दस्य कृते सर्वं म्याच् भवति शुभं यदा अहं वदामि भवान् शब्दस्य कृते सर्वं म्याच् भवति इति वदामि चेत् शुद्धम् प्रथमाविभक्ति एकवचनरूपं तु भिन्नं भवति किं तदनुगुणं हलन्तशब्दस्य स्थापनं भवति ओके वेरु श्रीधर् महोदय गत अवसरे भवान् किञ्चित् भ्रमितः आसीत् न इदानीं परिशीलनं करोतु ओके इदानीं भवान् किं शब्दः स्वीकरोति वणिज् सुहृद् मरुत् वणिज् सुहृद् यत्किमपि स्वीकरोतु वदतु तद् दर्शयामि सुहृत् सुहृत् ओके इदानीं जया यथा परिशीलनं कृतवती तथा एव भवान् अपि परिशीलनं करोतु ओके अवगतम् इदानीं सुहृत् शब्दस्य पठतु प्रथमा एकवचनं प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं सुहृदः ओके अन्तिम अक्षरं वा ध्वनिः किम् अस्ति एकवचनस्य विषये चिन्ता मा करोतु द्विवचनं बहुवचनं औ औ अह ओके इदानीं वयं किं निर्णयं कृतवन्तः औ अह समानं समानं भवति समानं इदानीं द्वितीयविभक्तिपरिशीलनं करोतु सुहृदं सुहृदौ सुहृदः अम् औ अह ओके अत्र पश्यतु अम् औ अह द्वितीयाविभक्ति ओके समानमस्ति तृतीयपरिशीलनं करोतु सुहृदा सुहृद्भ्यां सुहृद्भिः आभ्यां भिः भिः आभ्यां भिः समानं समानं इदानीं चतुर्थी सुहृदे सुहृद्भ्यां सुहृद्भ्यः ये भ्यां भ्यः ए भ्यां भ्यः ओके समानमस्ति ओके इदानीं पञ्चमी सुहृदः सुहृद्भ्यां सुहृद्भ्यः अह भ्यां भ्यः अह भ्यां भ्यः ओके अनन्तरं षष्ठी सुहृदः सुहृदोः सुहृदाम् अह ओः आम् ओके अनन्तरं सुहृदि सुहृदोः सुहृत्सु इ ओः सु इ ओः सु अवगतम् इदानीम् अस्माकं किम् उद्देश्यं किम् आसीत् एतस्य निर्माणसमये अवगतम् ओके एतदेव पुनः भवान् परिशीलनं करोति चेत् अन्यत्र कदाचित् वणिक् शब्दस्य विषये हा ओके भवान् तु वयं दृष्टवन्तः सुहृ दृष्टवन्तः वणिक् अपि तदेव भवति हा आत्मन् मरुत् हा ओके राजन् किञ्चित् परिवर्तनम् अस्ति तत्र हा परन्तु सामान्यतया गुणिन् हा ओके एतदस्ति स्वरूप महोदयस्य एव तदेव अहं दर्शितवती हा ओके हलन्तशब्दानां कृते एतत् अस्ति कामन् फ्याक्टर् किं यद्वयम् अत्र निर्माणं कृतवन्तः ओके ओके ओके अतः हलन्तशब्दविषये भीति मा करोतु ओके सर्वे जनाः ओके हा सर्वे जनाः भयमनुभवन्ति हलन्तशब्दस्य विषये विभक्तिरूपनिर्माणसमये एतदस्ति कामन् फार्मुला ओके हा किमर्थम् एतस्य निर्माणं वयं कृतवन्तः अग्रे पश्यामः ओके अद्य वयं नूतनकरपत्रस्य आरम्भं कुर्मः किम् पाणिनीयसूत्रं कथं पठनीयम् एतस्य प्रिपरेशन् एव अहं कृतवती अरे अरे अरे उद्घाटयतु हा इदानीं कस्य कस्याः पर्यायः दृश्यते पाणिनीयसूत्रं कथं पठनीयं समस्या अस्ति इदानीं जया सम कृष्णमूर्ति महोदय अस्ति आं महोदय करोतु नूतनकरपत्रस्य पठनं आं महोदय यञ् सन्धिः पाणिनीयं सूत्रं कथं पठनीयम् इदानीमेव वयं साक्षात् पाणिनीयसूत्रविषये किं फस्ट् स्टेप् आम् पठतु टाप् लैन् इस् नाट् विजिबल् न श्रूयते महोदय भवान् पठति वा न पठामि महोदय पठामि पठामि टाप् लैन् नाट् विजिबल् महोदय नेन सन्धिः प्रथमा अस्ति हलो महोदय महोदय आम् यण् सन्धिः बहवः जानन्ति दिस् इस् दि फस्ट् लैन् फार् मी विजिबल् महोदय भवतः ध्वनि तु बहु न्यूनमस्ति न श्रूयते महोदय यण् सन्धिः बहवः जानन्ति यथा यदि प्लस् अपि यकारः यकारः यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते व्याकरणे कार्याणि एतदृश्यानि भवति आदेशः अर्थात् पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यदि प्लस् अपि अहं न श्रुणोमि हा तस्य आडियो किञ्चित् तत्र समस्या अस्ति महोदय किञ्चित् अधिकं कर्तुं शक्नोति वा मेक्सिमम् डन् महोदय ओके यदि महोदय वदतु यदि यदि प्लस् अपि चेञ्जस् टु इकारः यद्यपि इकारः चेञ्जस् टु इकारः यद्यपि आगमः वर्णात् पूर्वं पूर्वं परं वा अन्यवर्णस्य उदयः पठन् प्लस् आगच्छति अक्षरम् आगमः लकारः आगमः पठन्नागच्छति पठन् प्लस् आगच्छति पठन्नागच्छति नकारः आगमः लोपः वर्णस्य अदर्शनं बालकः इच्छति इत्यत्र विसर्गः लोपः बालक इच्छति ओके पर्याप्तं न पर्याप्तम् आम् धन्यवादः सीतालक्ष्मी अस्ति सीतालक्ष्मी महोदय ओके इदानीं अत्र यण् सन्धिविषये चर्चा कृतमस्ति यण् सन्धिविषये वयमपि दृष्टवन्तः वयं किं दृष्टवन्तः पश्यतु इक् उच्यते इकार अकारयोजनेन यकारः भवति उकार अकारयोजनेन वकारः भवति ऋकारस्य ऋकारस्थाने रेफः अर् भवति अर् अर् न भवति महोदय अर् न पश्यतु ऋकारस्य स्थाने रेफः एव रेफः बतामि ऋकारस्थाने ऋकारस्थाने रेफः भवति अनन्तरं ऋकारस्य स्थाने रेफः भवति लकारस्थाने लकार एतदस्ति लकारः आगच्छति परन्तु इक् वर्णानां इक् वर्णाः कदा परिवर्तिताः भवन्ति यण् वर्णे इक् वर्णाः यण् वर्णेषु कदा परिवर्तितं भविष्यति कण्डिशन् किम् अस्ति अनन्तरं किम् आगन्तव्यम् इकारस्य अनन्तरम् अकारस्य चिन्तयतु चिन्तयतु हा अत्र अच् इति अस्ति न अचि इति लिखितम् अस्ति अच् वर्णः ओके अच् वर्णः इत्युक्ते किम् अच् वर्णः इत्युक्ते आ इ उ अनन्तरम् आ इ उ इकार अनन्त अच् स्थाने तदनुगुणं विभक्ति तदनुगुणं ज्ञातुं शक्यते आहाहा ओके एकनिमिषं हा अहं दर्शयामि चिन्ता मा करोतु हा अत्र सर्वमस्ति किं कुत्र अस्ति हा माहेश्वरसूत्राणि ओके अस्माकम् आधारः एव एतदस्ति न पश्यतु माहेश्वरसूत्रे सूत्रेषु अच् वर्णाः के अत्र अच् इत्युक्ते किं भवति? अच् वर्णः कृते हलन्ति शब्दः स्वराः स्वराः सर्वे स्वराः अच् वर्णः सर्वे स्वराः इत्युक्ते अच् अच् वर्णः पाणिनीय शार्ट् फार्म् अस्ति अच् तत्र के के वर्णाः आगच्छन्ति? आ इ ऊ रु रु ए ओ ऐ औ हा ओ औ इ ऊ रु ल ए ओ ऐ ओ ऐ औ ओके अवगतं यावत्पर्यन्तम्? अस्माकं कृते यदा इक् वर्णस्य परिवर्तनं यत्किमपि इक् वर्णः अस्ति तस्य परिवर्तनं यदा यण् वर्णे वयं कर्तुम् इच्छामः चेत् इक् अनन्तरं किमपि अच् वर्णः आगच्छति चेत् वयं तत् कार्यं कर्तुं शक्नुमः. सत्यं वा? सर्वदा सत्यं वा? सत्यं. ओके पूर्णिमा भवती किं वदति? सत्यं वा? सर्वदा सूत्रम् इको यणाचि सूत्रम् इको यणाचि अहं सूत्रविषये इदानीं न वदामि. हा ओके पूर्णिमा भवत्याः अभिप्रायः किम्? भगिनी अहं रैल् याने अस्मि वक्तुं न शक्नोमि अधिक श्रूयते वा? अहं रैल् याने अस्मि भगिनि. हा चलति. राधा भवती अस्ति वा? अस्मि भगिनि. हा भवती किं वदति अस्मिन् विषये? हा सर्वदा सर्वदा वयं इक् वर्णस्य यण् वर्णे परिवर्तनं कर्तुं शक्नुमः यदा अच् वर्णः आगच्छति. इक् वर्णस्य स्थाने यण् वर्णः आदेशः भवति अचि परे. अचि परे ओके. भवती तु बै हार्ट् वदति इको याणाचि एतस्य. परन्तु किञ्चित् चिन्तयतु अनन्तरं वदतु सर्वदा सर्वदा एतस्य वाट् इस् इट् कण्डिशन् भवति वा? असवर्ण अच् परे असवर्णस्वरं भवति चेत् किं भवति इति भवती यदा इकारस्य अनन्तरम् अच् वर्णः पुनः इकारः आगच्छति तदा यकारे परिवर्तनं न भविष्यति. सत्यं? राधा. आम् आम् तदेव अस्ति उकारस्य विषये अपि. उकारानन्तरम् अच्वर्णः यद् उकारः पुनः आगच्छति तदा तु सवर्णदीर्घस्य कण्डिशन् भवति न? तदा तु वर्णः परे सा वर्णः अस्ति चेत् यण् वर्णः आदेशः न भवति. असवर्ण अस्ति चेत् यण् वर्णस्य आदेशः भवति तदा एव आदेशः भवति. अतः अत्र यत् वयं पश्यामः इको यण् अचि एतत् अर्धम् अस्ति. सम्पूर्णकण्डिशन् अत्र न दत्तम् अस्ति. ओके यावत्पर्यन्तम् अवगत अवगतम् भगिनि भगिनि भागीरथी वदतु वदतु सन्धि मध्ये पूर्वस्थाने एव आदेशः भवति किल यण् सन्धि मध्ये पूर्वपदस्थानं वयं पश्यामः. इदानीं कण्डिशन् न दत्तम् अस्ति. इदानीं वयं परिशीलनं कुर्मः. अत्र गत अवसरे वा तत्पूर्वं वयम् एतत्तु वयं टेबल् निर्माणं कृतवन्तः यस्य आधारेण वयं ज्ञातवन्तः इकारस्य स्थाने यकारः आदेशः भवति उकारस्य स्थाने वकारः एवमेव इत्युक्ते इक् वर्णाः आगच्छन्ति चेत् परिवर्तितं भवन्ति यण्वर्णे. कदा यण्वर्णे? कदा? यदा इक् अनन्तरं यद् अस्ति तत् अच् वर्णः अस्ति, परन्तु तत्रापि एकं कण्डिशन् अस्ति, यत् अच् वर्णः अनन्तरम् आगच्छति तत् समानं न भवेत्। ओके, असवर्ण अच् भवितव्यं, तदा एव परिवर्तनं कर्तुं शक्नुमः। यावत्पर्यन्तम् अवगतं? बहु काम्प्लिकेशन् नास्ति न? ओके, प्रश्नः पुनः अस्ति? अवगतं भगिनि, असवर्ण अचि परे अस्ति चेत् तत् सूत्रं भगिनि, परस्थाने असवर्णस्वरः एव भवितुम् अर्हति, भवितव्यं न, तदा एव इक् वर्णस्य परिवर्तनं यण् वर्णे भवितुम् अर्हति। ओके, यावत्पर्यन्तम् अवगतम्? ओके, इदानीम् अग्रे गच्छामः अस्माकं पठने। सरस्वती, आदेशः इत्युक्ते किम्? आदेशः इत्युक्ते नूतन अक्षरं नूतन अक्षरम् आगच्छति। कुत्र आगच्छति? इन् दिस् केस् इक् अक्षरस्थाने नूतन अक्षरम् आदेशः अक्षरस्य स्थाने पूर्वतन वर्णस्य स्थाने नूतनवर्णं वयं स्थापयामः। ओके, तत्र समस्या अस्ति? पूर्वतनवर्णः यदस्ति तस्य स्थाने नूतनवर्णस्य स्थापनम्। यदा वयम् अस्माकम् उदाहरणं पश्यामः, पूर्ववर्णः अस्ति ईकारः, नदी, ईकारस्य स्थाने नूतनवर्णः यकारः वयं स्थापयामः, तदा किं भवति? ईकारस्य स्थाने यकारः आगच्छति चेत् नदी अधिकम् अस्ति, नद्यस्ति इति भवति। तदेव भवति उकारस्य स्थाने वकारः। ओके, यावत्पर्यन्तम् अवगतं सर्वे? आदेशः इत्युक्ते एकस्य स्थाने अन्यवर्णः आगत्य तिष्ठति, पूर्ववर्णस्य फुट्बाल् म्याच्। ओके, अवगतं? पूर्ववर्णं गतं, ओके। इदानीं सर्वमङ्गला अग्रे गच्छतु। आगमः इत्युक्ते किम्? आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः, नूतनवर्णः आगच्छति यदा अन्यनूतनवर्णः आगच्छति। आगच्छति पूर्वमपि नूतनवर्णः एव आगतम्, आदेशे अपि नूतनवर्णः एव आगतं, परन्तु भिन्नता कुत्र अस्ति? वर्णात् पूर्वं परं वा, पूर्वमपि भवति परम् अपि भवति। ओके, भिन्नं कुत्र? आदेशः आगमः, तत्र भिन्नं कुत्र? पठन् द्वयोः नूतनवर्णस्य आगमनविषये एव वयं पश्यामः। पूर्वपदस्य अन्ते नूतनवर्णः अन्यनूतनवर्णः आगच्छति। भिन्नता कुत्र? श्रीधर् महोदय, भवान् वक्तुं शक्नोति भिन्नता कुत्र? डिफरेन्स् बिट्वीन् आदेश डिफरेन्स् बिट्वीन् आदेश अण्ड् आगम, कारणं आदेशे अपि नूतनवर्णस्य आदेशे पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णः वर्णस्य उदयः पूर्वं स्थितस्य वर्णस्य स्थाने आदेशः आगमः पूर्वं वा परम् अन्यवर्णस्य उदयः ओके भवान् तु यत् अत्र लिखितमस्ति तदेव वदति भिन्नता कुत्र भिन्नता आगमः इत्युक्ते पूर्वं वा परं स्थाने अन्यवर्णस्य उदयः भवति न नाट् एट् आल् सुलोचना भवती वदति पूर्वस्थाने यद् वर्णः भवति सेम् वर्णः आगच्छति ओके न न अवगमनं सम्यक् नास्ति सुशीला आं भगिनि पूर्वस्थाने एक अधिकं वर्णं नूतनवर्णम् आगच्छति इको एणचि पूर्वस्थाने इकवर्णः इ उ आर् वा अस्ति चेत् तत् वर्णस्य स्थाने तत् वर्णं न गच्छति तिष्ठति अधिकम् एकनूतनवर्णम् आगच्छति एकनिमिषम् अहं तु भ्रमिता अस्मि इदानीं वर्णात् पूर्वं वा परं वा अन्यवर्णस्य उदयः इत्युक्ते वर्णात् पूर्वम् इक् वर्णस्य स्थाने अन्यनूतनवर्णः अधिकम् आगच्छति न स्पष्टं नास्ति भवत्याः स्पष्टीकरणं तत् पूर्व स्लैड् किञ्चित् दृश्यतु भगिनि एतद् वा यस् गुरु अधिकम् अस्ति चेत् गुर्वस्ति इति अस्ति तत्र ऋकारस्थाने रकारः अस्ति रकारः न गच्छति अधिकं वकारः आगच्छति अतः आगमः भवत्याः उदाहरणं किञ्चित् अस्पष्टमस्ति ओके उदाहरणं तु यत् दत्तमस्ति तदेव उपयोगं कृत्वा स्पष्टीकरणं प्रयत्नं करोतु अत्र आदेशः आगमः अत्र द्वयोः पठन् आगच्छति आम् पठन् अधिकम् आगच्छति पठन् पूर्वस्थाने नकारः अस्ति आगच्छति अकारस्थाने अधिक एक नकारः अधिकम् आगच्छति पठन् द्वयं पठन् गच्छति आकारस्थाने नकारः भवति अतः पठन् गच्छति ओके भगिनि यत् लिखितमस्ति तदेव भवती वदति अहं वदामि आगमः आदेशः द्वयोः भिन्नता कुत्र अस्ति आगमः स्थाने वर्णः गच्छति परन्तु सारि आदेशः स्थाने वर्णात् गच्छति परन्तु आगमस्थाने एक अन्य नूतनवर्णः अधिकम् आगच्छति एतदेव बहु किम् इम्पार्टेण्ट् पायिण्ट् आम् भगिनि आदेशः इत्युक्ते फुट्बाल् म्याच् एकः गच्छति अन्यः आगच्छति ओके आगमः इत्युक्ते किमस्ति नो फुट्बाल् म्याच् यत् पूर्वमस्ति तत् तत्रैव तिष्ठति नूतनवर्णः आगच्छति फ्रेण्ड्लि ओके मित्रवत् आगच्छति मित्रवत् आगच्छति ओके आदेश इत्युक्ते शत्रुवत् किमर्थं शत्रुवत् एकस्य निष्कासनं नूतनस्य आगमनं तस्य स्थाने परन्तु आदेशः इत्युक्ते आगमः इत्युक्ते किं भवति पूर्वं यत् अस्ति तदपि तत्रैव तिष्ठति नूतनस्य आगमः फ्रेण्ड्लि ओके आं भगिनि विजया महोदय लोकविषये धन्यवादः विजया हेति राजन् लोकविषये वदति न ओके जुगल् किशोर् महोदय लोकविषये वदतु किमस्ति तत्र लोपवर्णस्य दर्शनं भवति अत्र मतकि वर्णस्य लोपः भवति तत्र लोपः मतचुके अदृश्य भवति उदाहरणस्य बालकः अस्ति योगम् इच्छति अस्ति बालकविसर्ग लोपः भवति इत्युक्ते विसर्गः लोपः भवति तो अवशिष्यते बालकः इच्छति विसर्ग लोपः विसर्ग अदृश्यम् अभवत् ओके इदानीम् आदेशः वयं दृष्टवन्तः आगमः अपि वयं दृष्टवन्तः इदानीं लोपविषये किं भिन्नम् अस्ति हा भिन्नम् अस्ति किमर्थमिति एकं वर्णम् अदृश्य भवति तत्र अतः गच्छति तो स विसर्गः अस्ति तो सन्धि मिलितस्य सन्धि कृत्वा विसर्ग अवगच्छति लोपः भवति ओके ओके आदेशे किं भवति आदेशः अस्ति द्विवर्णे स्थाने एकवर्णे स्थाने नूतन वर्ण विकारः भवति इत्युक्ते एकस्य स्थाने अन्य आगच्छति पूर्ववर्ण गच्छति शत्रुवत् कार्यं करोति शत्रुवत् आगच्छति ओके आगमविषये आगम अस्ति तत्र किमस्ति कि एक नूतन वर्ण वर्णात् पूर्वमपि आगच्छति परमपि आगन्तुं शक्नोति विषये चिन्ता मास्तु केवलं एक नूतन एकं नूतनं वर्णम् आगच्छति तत्र तिष्ठति पठन् किं तिष्ठति तत्र तिष्ठति अन्येषां बाधा न करोति इत्युक्ते मित्रवत् आगमं भवति ओके मित्रवत् आगत्य तिष्ठति लोपविषये किं भिन्नता अस्ति लोपः भिन्नः अस्ति वर्णानि सन्ति तत्र एकं वर्ण अपगच्छति एकः वर्णः अपगच्छति तस्य स्थाने आम् तस्य स्थाने किं पूर्वं कोऽपि वर्णः न आगच्छति वर्णः गच्छति गच्छति लोपः अदृश्यं भवति न आगच्छति पुनः किमपि अन्यवर्णः न आगच्छति ओके एतस्य नाम अस्ति लोपः ओके यावत्पर्यन्तम् अवगतम् अतः एकस्य स्थाने अन्य आगच्छति चेत् आदेशः नूतनवर्णः आगच्छति चेत् आगमः गच्छति अदृश्य भवति अन्य कोऽपि न आगच्छति तस्य स्थाने इत्युक्ते लोपः यावत्पर्यन्तम् अवगतम् शृणोतु न अनन्तरं भवतः प्रश्नः करोतु अत्र अस्माकं हस्ते यत् सूत्रमस्ति इको यणचि एतत् सूत्रम् आगमविषये अस्ति आदेशविषये अस्ति वा लोपविषये अस्ति आदेशविषये अस्ति आदेशविषये अस्ति आदेशविषये अस्ति किमर्थम् अत्र किम् अस्ति कि उदाहरणमस्ति नदी अस्ति तत्र के दीर्घिकार अस्ति नदी तत्र स्थाने या भवति इकस्थाने यन् भवति यानि ई वर्ण अस्ति तत्र नदी इय स्थाने इय भवति तत्परं गुरु अस्ति गुरु अपि अस्ति तो गुरु हर्ष उकार अस्ति तत्र उकारस्थाने व भवति मात्री अस्ति मात्री दीर्घ जीकार अस्ति तत्र जीकारस्थाने र भवति महोदय शाक्फाम् उपयोगं करोतु इदानीं हा इक् इति वर्णाः इक् वर्णाः अस्माकं हस्ते सन्ति एकस्थाने यन् भवति स्थाने यन् आदेशः भवति इत्युक्ते इक् गच्छति तस्य स्थाने यन् आगच्छति आदेशः अस्ति ओके आम् आम् आम् आम् इदानीं हा का कोऽपि किमपि प्रश्नः पृष्टवान् वा पृष्टवती वा न महोदय अहं समरि कृतवान् कर्तुमिच्छामि सो लोपः इत्युक्ते गच्छति ओन्लि आगमः इत्युक्ते आगच्छति ओन्लि आदेश इत्युक्ते गच्छति आगच्छति द्वयोः अपि द्वयमपि भवति बहु सम्यक् तत्र तु फुट्बाल् मेच् अस्ति फुट्बाल् मेच् अस्ति एकं गच्छति द्वितीयः आगच्छति गच्छति आगच्छति चेत् आदेशः केवलम् आगच्छति चेत् आगमः केवलं गच्छति ओके तदानीम् इदानीम् अवगतवन्तः आं महोदय समस्या अस्ति प्रश्नः अस्ति न अग्रे गच्छामः ओके पुनवत् आदेशः भवति तर्हि गच्छति हा न आदेशः इत्युक्ते गच्छति आगच्छति द्वयमपि अस्ति तत्र एकः गच्छति अन्यः आगच्छति ओके अत्र पश्यतु अपि ई गच्छति य आगच्छति अवगतम् आगमः किम् अस्ति सर्वं तत्र एव अस्ति परन्तु एकः केवलम् आगच्छति अत्र आगमः कस्य अस्ति नकारस्य पठन् अपि अस्ति तत्रापि न अस्ति आगच्छति तत्र आ अपि अस्ति नकार आकार द्वयमपि अस्ति नकारः आगतः अत्र केवलम् आगमनम् अत्र गमनम् एकम् आगमनं नूतनम् अत्र केवलम् आगमनम् लोकस्य किं भवति केवलं गच्छति किमपि न आगच्छति तस्य स्थाने ओके फिनिश् गतम् ओके अवगतम् एवं यदा मनसि स्थापयामः चेत् अस्माकं कार्यं किञ्चित् सरलं भविष्यति ओके अनिल् महोदय समयं समयं ततः ओके ओके सार्धसप्तवादनम् ओके अनिल् अग्रे अहं न पठामि अद्य हा अवगतम् आगमः आदेशः लोपः सम्यक्तया अवगतम् ओके कारणं यदा सम्यक् कृतं तदा एतत् सर्वं वयं पश्यामः पठामः च ओके ओके चलो इदानीं वयं परिवर्तनं कुर्मः अभ्यासम् ओके तस्य पर्यायः अनिल् भवतः एव पर्यायः इदानीम् एकनिमिषम् अहम् अभ्यासम् उद्घाटयामि धातुगणाभ्यासः कः वा का स्मरति कियत्पर्यन्तं वयं समापितवन्तः नाति पर्यन्तं समापितवन्तः भगिनि स्नाति स्नाति सुनाति कुत्र अस्ति पुंस उपरि उपरि उपरि गतः महोदय ओके अनिल् महोदय शौचे शौचविषये तु वयं चिन्ता न कुर्मः केवलं स्नाति कथं स्नाति एतस्य धातुगणः कः इति प्रश्नः इति प्रश्नः ओके स्नाति स्नाति स्ना प्लस् ति ति निष्कास्य स्ना तिष्ठति विकर्णप्रत्ययः नास्ति विकर्णप्रत्ययः नास्ति चेत् द्विगणः हस्ते अस्ति द्वितीया वा तृतीया परन्तु परन्तु तृतीये द्वितीयं भव द्वित्वं भवति अतः तृतीया नास्ति द्वितीयम् अस्ति अदादिगणः महोदय अतः अदादिगणः अदादिगणः द्वितीयगणः ओके सर्वे अवगतवन्तः समस्या अस्ति अग्रे गच्छामि ओके भागीरथी जीवति भागीरथी अस्ति वा न ओके भागीरथी नास्ति चम्पा आं भगिनि हा चम्पा अत्र जीव जीव जीव ती अत्र किञ्चित् समस्या अस्ति हा करोतु जीवती ती गच्छति ती गच्छति ती गच्छति जीव इति अस्माकं हस्ते अस्ति विकरणप्रत्यय अकार अस्ति अकारः विकरणप्रत्ययः कुत्र कुत्र आगच्छति भवाब्दि भवाब्दिगणे अस्ति इतोपि एकः गणः अस्ति न यत्र अकारः एव आगच्छति विकरणप्रत्यये विकरणप्रत्यये अकारः अस्ति तर्हि द्वयं भवितुं तु अर्हति परन्तु कथं निर्णयं कुर्मः जीव जीव पठति अपि ओके एकनिमिषं पश्यामि अतः अधिकं करोमि ओके जीवति इति अस्ति इतः अहं किं मैनस् करोमि प्रथमं टि मैनस् करोमि ओके तदा मम हस्ते किम् अस्ति जीव जीव इतः अहं पुनः किं मैनस् करोमि धातु धातु किम् अस्ति जीव जीव अनास्ति जीव अतः अवशिष्टं किम् अस्ति अवगतं यावत्पर्यन्तम्? आम् आं भगिनि. इदानीम् अ यदा अस्ति तदस्ति विकरणप्रत्ययः. विकरणप्रत्ययः ओके. विकरणप्रत्ययः अ यदस्ति तत् कस्मिन् गणे आगच्छति? कस्मिन् गणे आगच्छति आ विकरणप्रत्ययः? भवाब्दिगणे. केवलं वादिगणे? पश्यतु सुदादिगणे. अत्रापि अस्ति न षष्ठगणे. षष्टमगणे अपि अस्ति. अतः निर्णयं कर्तव्यं कस्मिन् गणे इति. ओके. वयं निर्णयं कर्तुं शक्नुमः. कोऽपि जानाति अस्मिन् विषये? चन्द्रमती जानाति विकरणप्रत्ययस्ति? प्रश्नमेकवारं पृच्छतु भगिनि. अत्र वयं दृष्टवन्तः अ इति विकरणप्रत्ययः प्रथमगणे अपि अस्ति, षष्टमगणे अपि अस्ति. ओके. अतः निर्णयं वयं कथं कर्तुं शक्नुमः? भवत्याः पर्यायः आगच्छति इदानीं चन्द्रमती. प्रथमगणे अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, अत्र गुणः न भवति, अतः सुदादिगणे आगच्छति, जीवति. परन्तु अत्र किमस्ति, अत्र जीवति यदस्ति अस्माकं हस्ते, अत्र जीव इति धातु अस्ति. ओके. किन्तु तत्र इकः इकोन्नः दीर्घ इक उभतायाम् अस्ति, अतः स्वादिगणे गुणः न भविष्यति. अन्ते अस्ति चेदेव गुणस्य प्रसक्तिः अस्ति. भवति एतत् सम्यक्तया ज्ञातव्यं. दीर्घ इकारः अस्ति चेत् गुणकार्यं कदापि न भवति. ओके. पश्यतु एक उपदायां अन्तिमवर्णः यदा अस्ति ह्रस्वं वा दीर्घं वा अस्ति चेत् भविष्यति, किन्तु उपदायां ह्रस्ववर्णः एव. परन्तु यदा उपदायाम् अस्ति तदा केवलं ह्रस्वस्य गुणकार्यं भवति. ओके. एतत् सर्वे स्मरन्ति? ओके. इदानीम् अत्र तु अस्माकं हस्ते दीर्घ ईकारः अस्ति, अतः गुणकार्यस्य अवकाशः नास्ति. कथं निर्णयं कुर्मः? कस्य आधारेण वयं निर्णयं कर्तुं शक्नुमः? स्मरणे अस्ति शत्रुप्रत्यय स्त्रीलिङ्गं. पुनः वदति वा? पुनः वदतु प्रश्नं. भवती दीर्घ इकारः भवति चेत् वादिगणे भवति इति उक्तवती, अद् तत् न पूर्णतया न अवगतम्. अहं ऊरु गुणशब्दः भवति चेत् अदादिगणे भवति, वादिगणे भवति इति अवगतवती. दीर्घ ईकार तत् अहं पूर्णतया न अवगतं भगिनि. ओके, दीर्घ ईकारविषये पूर्णतया न अवगतवती. हा, ओके. व्याकरणे एकः सिद्धान्तः अस्ति गुणनाम्ना. हा, सिद्धान्ते स्वरस्य परिवर्तनं भवति विकृतरूपस्य गुणसंज्ञा इति. एतत् सर्वं वयं पठितवन्तः. स्वरः यदा इ इ अस्ति, उ उ अस्ति, ऋ ऋ अस्ति, तदा तु परिवर्तितं भवति. हा, गुणवर्णाः एते सर्वे. ओके, अर् ओ ए यावत्पर्यन्तं स्मरणे अस्ति राधा? तत् अवगतं भगिनि. इकारः एकारः भवति इति तावत्पर्यन्तम् अवगतम्. उकारः ओकारः भवति तादृशम्. अनन्तरं कुत्र आगतं ह्रस्वस्य उपरि उपरि अत्र एव चतुर्थभागः. ओके, राधा भवती एव पठतु. राधिगणे गुणं तत्र न भवति, ततः आरभ्य पठतु. वादिगणे गुणः सर्वत्र न भवति, तर्हि कुत्र भवति? कुत्र न भवति इति प्रश्नः. सरलतया उक्तं चेत्, कस्मिंश्चित् धातौ इकारः अथवा ईकारः, उकारः अथवा ऊकारः, ऋकारः अथवा ऋकारः, येषु स्वरेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति. किन्तु तावत् एव वदामः चेत् कुत्रचित् दोषः भवति. अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यम् अस्ति. अत्र मुख्यतः नियमद्वयम् अस्ति. वादिगणे धातोः अन्तिमवर्णः इकारः, ईकारः, उकारः, ऊकारः, ऋकारः, ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. उदाहरणं भूधातुः. अन्तिमवर्णः धातोः अस्ति चेत् गुणः भवति. उदाहरणं दत्तं, पठतु. भूधातुः भो इति भवति, जि झे भवति, तृ सर् भवति. किमर्थम्? उ अन्तिमकारः अर् भवति, इकारः एकारः भवति, इज् योः ए जे भवति, उकारः ओकारः भवति, भू योग उ योः ओ भो इति भवति. ओके, आ विषये पठतु. वादिगणे, वादिगणे धातोः उपदा इकारः, उकारः, ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. उपदा इत्युक्ते किम् इति उक्तम्. अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तत् उपदावर्णम्. उदाहरणं बुद्ध, बुद्ध बोध् भवति. उकारः ओकारः भवति, अतः भु भो भवति, बोध् इति भवति अत्र. कृष् कर्ष् इति भवति. ऋकारः अर् इति भवति. इक् योः अर् योः इष् कर्ष् इति भवति. अत्र बुद् धातौ उकारः उपदाः, कृष् धातौ ऋकारः उपदा. ज्ञेयं यत् दीर्घः स्वरः उपदा चेत् तथैव अहम् अवगतव्यं रै. किन्तु किल ज्ञेयं यत् दीर्घः स्वरः उपदा चेत् तस्य गुणः न भवति. धातु जीवति. अवगतं भगिनि? अवगतम्. अवगतम्. ओके, इदानीम् अग्रे पठतु. कथं वयं निर्णयं कुर्मः? किमर्थं गुणः भवति भादिगणे न तु तुदादिगणे? ओके पादे अस्माभिः कुत्र अस्ति कोऽपि स्मरति वा? किं पृष्टवती? न महोदय सप्तम बुलेट् सप्तम बुलेट् ओके प्रश्नः उदेति राधा अत्र पठतु प्रश्नः उदेति प्रश्नः उदेति यत् येषां धातूनां गुणः प्रसङ्गः नास्त्येव तेषां केन आधारेण भादिगणे तुधादिगणे वा इति निर्णयः यथा फट् धातुः किमर्थं भादिगणे छल् धातुः किमर्थं तुदादिगणे तुदादिगणे प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे भादिगणे शत्रुप्रत्ययस्य संयोजनेन स्थित्यां नुमागमः नकारः सर्वत्र भवति नकारः बालिका वदन्ति गच्छति माता खादन्ति चिन्तयति भादिगणे स्थित्यां स्थितयां स्थिति क्रियाम् इत्युक्ते त्रयाम् अयं नकारः सर्वदा भवति परन्तु तुदादिगणे अयं नकारः वैकल्पिकः बालिका चलति चिन्तयति बालिका चलन्ति चिन्तयति वा अतः भादौ तुधादौ च अयं भेदः सर्वत्र अस्ति शत्रन्तपदेषु भादौ नुमागमः नित्यः तुधादौ च वैकल्पिकः ओके अर्थम् अवगतम् एतस्य सर्वे जनाः किमस्ति तत्र वयं तु शत्रुप्रत्ययविषये जानीमः परन्तु ये वैकल्पिकं यत् विषयम् अस्ति तत्तु सूत्रस्य आधारेण भवति ओके अतः तुदादिगणे चलति अपि शुद्धं चलन्ति अपि शुद्धम् ओके परन्तु वादिगणे सर्वदा नकारस्य आगमनं भवति एवं परिशीलनं कर्तुं शक्नुमः इति उक्तम् अस्ति अत्र परन्तु अस्मिन् स्तरे अहं किं वदामि बैहाट् करोतु ओके कण्ठस्थीकरणं कुर्वन्तु सरलं भविष्यति शत्रुप्रत्ययः वयं जानीमः चेत् एव निर्णयं कर्तुं शक्यते ओके परन्तु तत्रापि रूपद्वयमस्ति यदा सुदादिगणीयधातुः अस्ति तत्र स्त्रीलिङ्गे रूपद्वयम् अस्ति परन्तु वादिगणे केवलम् एकमेव रूपम् अस्ति ओके अतः अत्र जीवति यदस्ति अत्र जीवन्ति इति शत्रुप्रत्ययः अस्ति अतः एतस्य निर्णयः वादिगणीयधातु इति ओके सर्वे अवगतवन्तः अवगतं अवगतम् ओके कः वा का इदानीं पठितवती अनिल् समाप्तं न चम्पा समाप्तम् आं इस् इट् नौ चन्द्रमती भगिनी अहं न पठितवती उक्तवती ओके जया न न सा सा उक्तवती न उक्तवती चन्द्रवती जीवति अन्य भगिनी उक्तवती तत्र एव मामपि पृष्टवती अन्य पदं न पृष्टवती ओके ओके भवती इदानीं क्षी शृणोति स्वीकरोतु क्षी चिनोति तत्र स्वादिगण धातु अस्ति तत्र विकरणप्रत्ययः स्यु न न विकरण नकारः स्थाने किम् आगच्छति चिनोति नो आगच्छति न अस्माकं मुस्तिके नो एव आगन्तव्यं तदा वयं कर्तुं शक्नुमः ओके अतः ति गच्छति अवशिष्टं किम् शिन एव अस्ति लषि अस्ति तत्र ति तिङन्तम् अस्ति विकरणप्रत्ययः न नो तत्र नत्वं भवति अतः नो भवति शृणोति आगच्छति अवगतं सर्वे समस्या अस्ति तत्र अग्रे गच्छामि ओके चलो जया अग्रिमं पठतु अग्रिमं किं ददाति दा ददाति एतत् तु बहु सरलमस्ति चलो जया निद्राति वा कृष्णमूर्ति महोदय महोदय ददाति इत्यत्र चित्रम् अस्ति बहु सम्यक् अतः अतः तृतीयगणः तृतीयगणः जुहोत्यादिगणः ओके आं महोदय ओके धन्यवादः बहु सरलम् ओके इदानीं कृष्णमूर्ति आं महोदय नै नै धन्यवादः सीतालक्ष्मी अस्ति वा ध्वनि मुञ्चति न क्षम्यतां हा ध्वन् ध्वनति ध्वनयति ध्वनयति ते निष्कास्य ध्वन ध्वनय ध्वनय ध्वनय अस्ति द्वा निष्कास्य नय अय आगच्छति अय आगच्छति दशमगणे चुरा चुरादि निचुरादिगणे आगच्छति धन्यवादः प्रश्नः अस्ति वा न महोदय न ओके राधा भवत्याः ओ एकनिमिषं हा सीतालक्ष्मी कविता इदानीम् एव ओके राधा भवती एव वदतु मुच् मुञ्चति मुच् मुच्छति गुणः ओके लिखामि वा भवति भगिनि सुदातिगणे वा एकनिमिषम् मुञ्चति न आम् ओके अत्र तत्र गुणः न भवति अतः सुजादिगणः इति अहं चिन्तयामि न न न न न एकनिमिषं हा पश्यतु सम्यक्तया हा ति गतम् अस्माकं हस्ते किम् अवशिष्टमस्ति हा मुञ्च मुञ्च हा ओके मुञ्च इतः यदा अहं धातु किम् अस्ति मम हस्ते हा मुच् इति धातु अस्ति न हा अत्र यदा अहं पश्यामि मम हस्ते मकारः अस्ति, वदतु किं किम् अस्ति? मकारः अस्ति, अनन्तरं मकारः, उकारः, उकारः, इञ्च इति वर्णे जकारः, जकारः न, नकारः एव अस्ति, नकारः, तदनन्तरं चकारः, चकारः, तदनन्तरं अकारः, ओके. इदानीं ञकारः चकारः किमर्थं ञकारः आगतम्? सन्धिकार्यं कृतं न तत्र, अत्र पश्यतु, यदा किमस्ति, एतत् अहं कापि करोमि. इदानीम् एतस्य स्थाने सामान्यतया मकारः, उकारः, नकारः आगच्छति, तदनन्तरं चकारः, अकारः. यदा एवम् अहं दर्शयामि चेत् भवत्याः मनसि किम् आगच्छति? पश्यतु पश्यतु, उकारः ओकारः न परिवर्तनं भवति. अत्र पश्यतु, यदा नकारः आगच्छति, कुत्र नकारः आगच्छति? अत्र एकमेव गणे नकारः, परन्तु एतत् मानं कुत्र अस्ति सामान्यतया? रुदादिगणस्य नकारस्य स्थानं कुत्र अस्ति? मध्ये अस्ति. ओके, अत्र पश्यतु, नुमागमः, नुमागमः, नुमागमः इति न, नकारस्य आगमः, नकारः आगमः, नकारः अस्ति अस्माकं किं विकरणप्रत्ययः, ओके, परन्तु न अग्रे आगच्छति. उदाहरणं कुत्र अस्ति एतस्य? ओ ओ, कः वा का विकरणप्रत्ययस्य मूलरूपं भवति? उदाहरणं कुत्र अस्ति एतस्य? नास्ति चेत् ओके, चतुर्थगणः, पञ्चमगणः, अत्र उदाहरणं नास्ति महोदय. नास्ति, अस्ति, चिद् चुनत्ति, तुद् तुणत्ति, बिद् बिनत्ति, भुज् बुनत्ति, युनक्ति. ओके, अतः न आगच्छति कुत्र? उपदास्थाने, उपदास्थाने अतिष्ठति, न आगच्छति उपदास्थाने, ओके. अतः परन्तु नकारानन्तरं साक्षात् च आगच्छति, तदा तु सन्धिकार्यं कर्तव्यं न. एतत्तु नित्यसन्धि कण्डिशन् न, अतः नकारे परिवर्तितं अभवत्, ओके. अवगतम् इदानीम्? अवगतम्. दादा, समस्या अस्ति? परन्तु परन्तु महोदय, अत्र विकरणप्रत्यये नकार नास्ति, अकार अस्ति. अतः एव अहं विकरणप्रत्यय एव दृष्टवती, गुणः न तत्र परिवर्तनं अभवत्, मुच् मो मुकारः ओकारः इति परिवर्तनं न अभवत् अतः अहं तुदादिगणे स्थापितवती. तत्तु विकरणप्रत्ययं दृष्ट्वा अहं उत्तरं दातव्यम् इति चिन्तयित्वा उक्तवती. एकं तु किम् अवगन्तव्यम्. अस्तु इदानीं तत् अवगतं. मुच् मुञ्च इति इतः किमर्थं परिवर्तनम्? उकारः गच्छति, उकारः मकारः गच्छति, तदा मम हस्ते ञ अ इति अवशिष्यते. न अ अवशिष्यते चेत् तदा मम हस्ते सम्पूर्ण न आगच्छति न. क्षम्यताम्, अत्र ञ आगच्छति परन्तु ञकारे नो नाट् ञकारे ञ अधिकम् अ अस्ति. ओके एकनिमिषम् अहं सम्यक्तया न कृतवती. हा ञकार ञ यद् अहं लिखामि तत्र तु ञकारः अकारः अस्ति. ओके किमर्थं ञकारे परिवर्तितम् अभवत् अत्र? हा अत्र यत् ञकारः अस्ति तस्य कारणं च यदस्ति न तत् तस्य कारणेन एव. महोदय परसवर्णसन्धि महोदय एकनिमिषं अनिल् वदतु. हा महोदय एतत् सम्यक् अस्ति, तत्र चिन्ता नास्ति. आक्चुलि द नकार इस् कमिङ्ग् हियर् बिकास् आफ् सम् अदर् सूत्रं. विकरणप्रत्यय इस् अकार ओन्ली एण्ड् दट्स् वै नो गणः दट्स् वै इट् इस् सुदादिगणे. तदेव सम्यक् एव रुदादिगणः रुदादिगणे न न अत्र रुदादिगणः नास्ति, सुदादिगण एव सुदादिगण अकारः एव तद् अनुस्वारसन्धि अनन्तरं परसवर्णसन्धि अत्र अस्ति. अतः चकारस्य पञ्चमवर्णः ञकारः तत्र आगच्छति. पुनः वदतु सुदादिगणधातुः अत्र मुञ्चति अनुस्वारसन्धि अनन्तरं परसवर्णसन्धि चकारस्य पञ्चमवर्णः ञकारः अत्र आगच्छति. अतः एतत् मुञ्चति सुदादिगणधातु. एकनिमिषं स्पष्टीकरणं करोतु पुनः. मुञ्चति अनुस्वारम् अनन्तरं मुञ्चति तत्र चकारस्य पञ्चमवर्णः ञकारः अनुस्वारस्य स्थाने आगच्छति. परन्तु किमर्थम् आगच्छति अनुस्वारः किमर्थम् आगच्छति? मुच् मुञ्च अस्ति अहं चिन्तयामि. महोदय अहम् उक्तं अनिल् भवान् वदतु. हा मुच् मुच् प्लस् अकार प्लस् टि इस् मुच् सो देट् इस् हौ इट् इस् एण्ड् देन् गुण नास्ति सो मुच् मुचति. परन्तु देर् इस् अनदर् सूत्रं काल्ड् से मुचादीनां बेस्ड् आन् रूल् देट् बेसिकलि अ नकार विल् गेट् इन्सर्टेड् इन्सैड् इट् सो देट् कम्स् टुवर्ड्स् द एण्ड् आफ् द प्रोसेस् इट् डजन्ट् कम् इन् अर्ली एण्ड् इट्स् अ स्पेशल् केस् हियर् सो इफ् यु केन् इग्नोर् देट् देन् इट् इस् अ वेरि सिम्पल् थिङ्ग् इट् इस् जस्ट् अकार विक्रयण प्रत्यय एण्ड् देर् इस् नो गुण सो इट् इस् सुदादिगण. अतः अत्र नकारस्य आगमनं नास्ति. अकार आगमनम् अस्ति परन्तु अन्य कारणं वि हाव् नाट् स्टडीड् देट् येट्. ओ हो हो हो अतः वि हाव् टु एतत् निष्कासयन्तु. ओके या यस् दिस् शुड् नाट् हव् बीन् पुट् ओवर् हियर् कारणम् अस्माकं ज्ञानं नास्ति अत्र. आं महोदय, अस्मिन् विषये अस्माकं ज्ञानं नास्ति, अतः एतस्य स्थापनम् अत्र अशुद्धम् अस्ति, निष्कासयन्तु. ओके, अस्तु महोदय. ओके, अतः मुञ्चति मुच्यति मुञ्चति पर्यन्तं वयम् अद्य कृतवन्तः. ओके, समयः अतीतः महोदय. हा, ओके, समापयामः. मुञ्चति सुधादिगणे अस्ति, अन्यथा अस्माकम् अस्ति न अष्टाध्यायी डाट् काम्, तत्र परिशीलनं कृत्वा निर्णयं कुर्वन्तु. ओके, अतः नकारः अत्र आगच्छति, श्रेम् उद्यादीनां सूत्रेण मुज् मुञ्ज् भवति. ओके, चलति. हा, परन्तु एतत्तु अहं निष्कासयामि, कारणम् अस्माकं स्तरः तावत्पर्यन्तं न आगतम्. ओके, हा, किं कारणं नकारस्य आगमनस्य कारणं वयं न जानीमः, अतः निष्कासयामः, नो प्राब्लम्. ओके, चलो समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः अग्रिमरविवासरे. ओके, प्रश्नाः सन्ति वा? नमस्ते भगिनी, धन्यवादः. धन्यवादः, धन्यवादः भगिनी.